अस्तु, तर्हि अस्माकं विषयः अस्ति दिवादिगणः इति. दिवादिगणविषये अस्माकं वर्गः अनुवर्तते अस्ति. तर्हि वयं दृष्टवन्तः कर्तरीषप्रभाद्य दिवादिभ्यः षम् इति विकरणप्रत्ययः आगच्छति. तर्हि षम् इति विकरणप्रत्ययः लशक्वतत्विदे हलन्त्यम् इति सूत्रे सूत्राभ्यां यकारः एव तिष्ठति. षण् प्रत्ययः अपित् अस्ति, अकारः नास्ति अतः अपित् अस्ति. तर्हि सार्वधातुकमपि इति सूत्रेण निद्वद् भवति. निति च इति सूत्रेण तस्य गुणकार्यं वृद्धि वा गुणकार्यं निषिद्धं तेन सूत्रेण. तर्हि अस्माकं गुणकार्यं निषिद्धं, किन्तु अन्यविशिष्टकार्याणि अपि सम्भवन्ति. उदाहरणार्थम् अनिदित्धातूनाम् उपधायां नकारलोपः भवति, अनन्तरं सम्प्रसारेणां धातूनां सम्प्रसारणमपि भवति. वयं तु सामान्यदातवः केचनः वयं दृष्टवन्तः. तदनन्तरं विशेषदातवः इति अनिदित्धातूनाम् उपधायां नकारलोपः इति दृष्टवन्तः. यत्र अनिदित् अस्ति चेत् उपदा नकारः लोपः भवति इति. किन्तु यत्र इदितो धातोः इति सूत्रेण यत्र नकारः आनीतः, तस्य नकारस्य तु किमपि लोपः न भवति अस्मिन् दशायाम्. अनिदितां हलदु उपधायामिति इति सूत्रेण लोपः न भवति. तर्हि नूतनविषयः अस्ति सम्प्रसारेण धातवः इति. पूर्वम् अहं चिन्तयामि द्वादिगणे अपि दृष्टवन्तः इति. महोदय किञ्चित् अस्मिन् विषये चर्चां कृतवान् इति. तर्हि पठितुम् आरम्भं करोति वा भगिनी? एकः एव प्रश्नः अस्ति. इदितो नुं दातवः अस्ति किल, तत्र तु नकारः आगमः अस्ति प्रथमं. कम्पि इति धातु अस्ति किल, तत्र कप् कम्प् कम्प् मकारः आदेशः भवति. नकारः न लोपः परन्तु आदेशः भवितुम् अर्हति इति वा? तथा नास्ति भगिनि. इत्युक्ते कपि इति तत्र इकारस्य इत् भवति खलु, उपदेशे अजननासिकः इति. इकारः अजननासिकः इकारः अस्ति, तर्हि इकारस्य इत्संज्ञा भवति उपदेशे अजनुनासिकः इति सूत्रेण. यत्र इत् इत्यस्य इत् भवति इदित् भवति खलु, तर्हि इकारस्य इत् चेत् इदित् इति वक्तुं शक्नुमः. इदित् अस्ति चेत् तस्य धातोः नुम् आगमः भवति खलु. नुम् आगमः कुत्र भवति? नुम् इति मित् अस्ति मध्ये. तर्हि श्रुतवती वा मिदच्छोन्त्यात् परः इति अन्तिम अच्युतिना परः आगच्छति. तर्हि नकारः एव तत्र आगमः भवति, मकारः नास्ति. तर्हि क इन् इक् इति भवति. नकारः नकारः क नकारः पकारः इति भवति. तदनन्तरं नशापदान्तस्य जलि अनुस्वारस्य इ परसवर्णः इति सूत्रद्वयं तत्र कार्यं करोति. तर्हि दशापदान्तस्य जलि इति सूत्रेण अपदान्ते अस्ति खलु नकारः, तर्हि तस्य अनुस्वारादेशः भवति. तर्हि अनुस्वारः ककार क अनुस्वारः पकारः इति भवति. तदनन्तरम् अनुस्वारस्य ययि परसवर्णः, पकारः ययि अस्ति तर्हि अनुस्वारस्य परसवर्ण आदेशः भवति. पकारस्य परसवर्णः कः? तत्र मकारः आगच्छति, तत्र कम्प् इति भवति. यदि एतत् धातुः कम्प् इति एव आसीत्, कपि इति नास्ति, धातुः कम्प् इति एव आसीत् चेत् किं भवति? अस्माकं सूत्रं किं भवति? अनिदितं हलदु उपधायम् इति अस्ति खलु. ततः वयं किं इदानीं तु कम्प् इति धातुः कम्पते इति एव अस्ति खलु, तत्तु एतत् द्विवादिगणे नास्ति. किन्तु चिन्तयामः यदि किमपि नित्यप्रत्ययः अग्रे अस्ति चेत् अस्य नकारस्य लोपः भवति खलु. किमर्थम् इत्युक्ते अनिदितां हल उपदाय इति सूत्रं वदति. उपदा अनिदित् अस्ति चेत् अत्र अनिदित् इति अस्ति, किन्तु साधारणतया अनिदित् कम्प् इति पूर्वम् आसीत्, कप् इति नासीत् चेत् तस्य सूत्रस्य कार्यं प्रसक्तिः अस्ति, कार्यमपि करोति. तर्हि मकारस्य लोपः भवति. किमर्थम् इत्युक्ते मकारः तु पूर्वं नकारः आसीत् खलु, तादृशं. किन्तु अत्र किम् अभवत्, कपि इति एव आसीत्, मकारः आनीतः द्वितोनुं धातुः. तर्हि अनिदिता हलोपदाय नीति इति वक्तुं न शक्नुमः खलु, अनिदित् नास्ति इति तस्य. तर्हि तस्य सूत्रस्य कार्यं न भवति एव अत्र. कम्प् इत्यस्य मकारः अस्ति, किन्तु अन्यत् पश्यामः अत्र बन्द् इति अस्ति. बन्द् इत्यस्यपि तत्र नकारः साक्षात् नकारः एव अस्ति, अनुस्वारस्य पर्णवर्ण इति सूत्रस्य अनन्तरं. किन्तु अनिदित् अनिदित् नास्ति इत्यस्मात् अनिदितां हलोपदाय नीति इत्यस्य कार्यं तत्र न सम्भवति. अवगच्छति वा? अवगच्छामि. कः आगतः? नाम उच्यतां कृपया. हलो, नमस्ते महोदय, हेमा अस्मि. नमस्ते भगवत् महोदय, भगिनि. आं भगिनि, तर्हि रामप्रिया भगिनी आरम्भं करोतु. धन्यवादः. सम्प्रसारिणीनः धातवः एकः धातुः सम्प्रसारणसंज्ञा भवति, यत्र यणः स्थाने इक् आदेशः भवति. धातौ एतादृशं कार्यं भवति चेत् सः धातुः सम्प्रसारिणी. दिवादिगणे एकः सम्प्रसारिणी धातुः अस्ति द्यद्. अधः तनेन अधस्तनेन सूत्रेण ग्रहीज्या इत्यनेन किति ङिति प्रत्यये परे सम्प्रसारणं भवति, नाम यणः स्थाने इक्. तत्र तु सम्प्रसारणसंज्ञा अस्ति, यण् स्थाने इक् आदेशः भवति चेत् तत् तत् संज्ञा सः धातुः सम्प्रसारिणी इति नाम्ना अस्ति. दिवादिगणे एकः एव सम्प्रसारिणी धातुः अस्ति, तद् तु व्यद् ताडने इति अर्थे. ग्रहीज्या इत्यनेन ङिति किति ङिति प्रत्यये परे सम्प्रसारणं भवति, तदा इत्यतः यणः स्थाने इक् आदेशः भवति इति. यकारः आगच्छति, यकारस्थाने इकारः, बकारस्थाने उकारः, रकारस्थाने ऋकारः, लकारस्थाने लुकारः, तदेव सम्प्रसारणं. पठामि वा? यद्धातौ तादृशौ द्वौ वर्णौ स्तः, वकारः यकारश्च. अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परस्य एव सम्प्रसारणं भवति, न तु पूर्वस्य. अतः व्यद्धातौ यकारस्य सम्प्रसारणम्. अत्र तु व्यद्धातुः तत्र वकारः यकारः द्वौ वर्णौ अपि सम्प्रसारणसंज्ञा भवति. न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परस्य यकारस्य सम्प्रसारणं भवति, वकारस्य न. तत्र व्यध ताडने व्यद् योगः श्यन्. न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति. तत्र तदेव न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण व्यदयोगश्चन् अत्र यकारस्य सम्प्रसारणं भवति, न तु वकारस्य. ग्रहीज्या इति सूत्रेण सम्प्रसारण आदेशः वकारः इकारः अकारः दकारः योगः य सम्प्रसारणञ्च इति सूत्रेण सम्प्रसारणसंज्ञकवर्णात् परे अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वारूप आदेशः, तत्तु विद्योगः य विद्य इति अङ्गं विद्ययोगति विद्यति. सम्प्रसारणाच्च. सम्प्रसारणाच्च तत्र इकार इकारयोः स्थाने पूर्वारूपम् आदेशः भवति. पठामि महोदय. अग्रे व्यद् धातुः एव व्यादः यः मृगयां करोति छिद्रं करोति इति विद्यति. तदनन्तरं ग्रहि ज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति बृच्छतीनाम् इति च. ग्रह ज्या वै व्यध् वश् वश न वश् व्यच् व्रश्च प्रच् व्रज् येषां सम्प्रसारणां भवति कितिङिति प्रत्यये परे. इतरेतरद्वन्द्वः षष्टिविभक्तौ. ग्रहि ज्या वै व्यधि वष्टि विचति पृच्छति पृच्छति बृच्छतीनां षष्ट्यन्तं निति सप्तम्यन्तं च अव्ययं त्रिपदमिदं सूत्रं वचिस्वपि यजादीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः श्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ग्रहि ज्या वयि व्यधि वष्टि विचति वृच्छति पृच्छति बृच्छतीनां किति ङिति च सम्प्रसारणम्. अत्र नवधातवः सन्ति. अत्र ह्यः अपि परिशीलितवन्तः भगिनि ग्रही ज्या वै अत्र ग्रह नास्ति ग्रही वै व्यधि एवं रूपाणि सन्ति. तत् तु महोदयः उक्तवान् ह्यः सूत्रार्थं नो चेत् छन्दसार्थम् एवं सप्तमीरूपं दत्तमस्ति इति. पुनः यङ्ग्लुक् अपि उक्तवान् अत्र सप्तमीरूपं नास्ति कानिचन धातूनां तु लटिरूपमेव अस्ति किल भगिनि. किमर्थं विचति वृच्छति पृच्छति बृजति किम् इत्युक्ते शिक्षितौ धातु निर्देशे इति वार्तिकमस्ति. यत्र वयं कर्तुम् इच्छति तस्मिन् समये केचन सन्दर्भेषु भगिनि पुनः वदतु भगिनि किञ्चित् निर्देशं कर्तुम् इच्छति पाणिनिः यदि ग्रथिति दातुं तत्र निर्दिष्टुमिच्छति इति चिन्तयतु. तस्मिन् समये केषाञ्चित् सूत्रेषु किम् उक्तवान् किं कृतवान् ग्रही इति उक्तवान्. किमर्थं ग्रही इति उक्तवान् इत्युक्ते छन्दसः अलङ्कार छन्दस् इत्युक्ते अहं चिन्तयामि प्रायः ऋतम् इति आङ्ग्लभाषायां वक्तुं शक्नुमः. प्रायः अहं चिन्तयामि न जाने सम्यक् अलङ्कारार्थं श्रोतुं यत् सम्यक् अस्ति तद् अलङ्कारार्थम् एकं वार्ति तथा कृतवान्. तस्मिन् कृते एकं वार्तिकम् अस्ति इक्षिपौ धातुनिर्देशे इति. यत्र धातुनिर्देशं कर्तव्यं तत्र यदि इक् वा स्टिप् वा प्रत्ययः उपयोगं कर्तुं शक्नोति पाणिनिः इति. यत्र इक् उपयोगं कृतवान् तत्र इक् इति प्रत्ययः खलु तत्र तर्हि इक् इत्यस्य अकारस्य लोपः भवति हलन्त्यम् इति सूत्रेण तर्हि इकारः एव तिष्ठति. तदेव यकयोगः इकारः ग्रहि इति भवति. सप्तमी इव दृश्यते किन्तु ग्रहि इक् प्रत्ययः अस्ति तत्र. यत्र इक् प्रत्ययः पश्यति चेत् तस्मिन् धातोः एव निर्देशमेव तत्र कृतम् इत्येव इक्षितौ क्षिपौ धातुनिर्देशे इति वार्तिकं वदति. यत्र अस्ति तत्र लटिरूपं वा यत्र लट्वत् दृश्यते तावदेव. किमर्थम् इत्युक्ते षिप् इति प्रत्ययः अस्ति, केचन धातूनां कृते षिप् प्रत्ययः स्टिप् प्रत्ययः स्टिप् प्रत्ययः उपयोगं कृतवान्. किमर्थम् इत्युक्ते यत्र स्टिप् प्रत्ययम् उपयोगं कृतवान् तत्र शकारस्य लक्षकृतस्थिते इति सूत्रेण लोपः भवति, अनुबन्धलोपः भवति, तदनन्तरं पकारस्य हलन्त्यमतिनेन भवति लोपः भवति, तर्हि ति एव अवशिष्यते. कीदृशधातुः कीदृशप्रत्ययः षित् अस्ति खलु, शकारस्य लोपः भवति चेत् षित् इति पूर्वं दृष्टवन्तः. तर्हि वयं एतदपि दृष्टवन्तः खलु तिंषित् सार्वधातुकम् इति एकं सूत्रम्, यत्र किं वा श्रुत्वा भवति चेत् सार्वधातुकसंज्ञा तर्हि षित् अपि सार्वधातुकसंज्ञा भवति इत्यस्यपि अस्ति खलु. तर्हि सार्वधातुकमस्ति चेत् वयं जानीमः कर्तरि शप् इत्यस्य कार्यं तत्र सम्भवति. कर्तरेषप् कर्तर्ते कर्तर्यते सार्वधातुके परे इति आगच्छति खलु, तर्हि शप् इत्यस्य भवति आगम विकरणप्रत्ययः आगमिष्यति. तर्हि यत्र स्टिप् उपयोगं कुर्मः तत्र कर्तरिषप् आगत्य किं भवति, विच् योगः विच् योगः टि अत्र अकारः अपि आगच्छति, शप् इत्यस्य शकारस्य लोपः भवति पकारस्य अपि लोपः भवति, तर्हि अकारः तिष्ठति, विच् आ इ विचति इति रूपं भवति. तत् विच् प्लस् विच् तस्य धातु व्रश्च अस्ति व्यच् इति धातुः, किन्तु सम्प्रसारणं भूत्वा विच् इति पाणिनिः लिखितवान्. रेपस्य किं भवति परन्तु वश् इत्यस्य पश्यतु, वश् इति अस्ति वश् नास्ति भगिनि, वश् तु वष्टि भवति, व्यच् इत्यस्य सम्प्रसारणम् अत्र आम् आम् व्यध इव यकारस्य इकारः भूत्वा वि इति भवति, विच् इति भवति, तदनन्तरं स्टिपौ प्रयोगं कुर्म कृत्वा विचति इति रूपम् आगच्छति खलु. तर्हि विच्छति पश्यामः चेत् वयं जानीमः स्टिप् प्रत्ययम् इति प्रत्ययः तत्र उपयुक्तम् इति अस्ति ज्ञातुं शक्नुमः. तर्हि किमर्थम् इत्युक्ते किमर्थं कुत्रचित् इत्युक्ते किमर्थं कुत्रचित् स्टिप् उपयोगं कृतवान् इत्युक्ते स्टिप् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, यदि सार्वधातुकप्रत्ययः तादृशम् उपयोगं कृतवान् चेत् यङ् लुक् की तस्य धातूनां कृते कार्यं न सम्भवति. यङ् लुक् आर्धधातुकप्रत्ययः अस्ति, किमर्थं यङ् लुक् एव अन्यपि आर्धधातुकप्रत्ययाः सन्ति खलु इति अहम् अद्य एव प्रश्नं पृष्टवती महोदयं, तस्य उत्तरार्थम् अहमपि प्रतीक्षां करोमि. किन्तु यत्र स्टिप् उपयोगं कृतमस्ति तत्र यङ् लुक् कार्यं न भवति इति अस्माभिः ज्ञातम्. अवगतं वा? अस्तु, यङ् लुक् विषये इतोपि स्पष्टं नास्ति, सः अपि उक्तवान् पुनः पठामः अग्रे पठामः इति. ओ इति वा? अस्तु भगिनि, अस्तु भगिनि, अग्रे पठामि वा? इक्तप्रत्यये परे किति इत्यस्य उदाहरणं, गृह क्रियादिगणे सन्ति, गृह्णाति इति लटीरूपम्, इक्तरूपम् अस्ति गृहीतः इति. अत्र किं भवति इत्युक्ते ग्रह अत्र रेफस्य उपरितन सूत्रेण गृहीज्या वै अनेन रेफस्य अकारः भवति, ग्र इति भवति, लटीरूपे आम् आम् लटीरूपे रेफस्य ऋकारः भवति, तर्हि गृह इति भवति. तदनन्तरं क्रियादिगणस्य विकरणप्रत्ययः अस्ति श्ना इति, षकारनकारलोपानन्तरं न तिष्ठति, तदपि णत्वकारेण नकारः णकारः भवति, तिप्योजनेन गृह्णाति इति लटिरूपम् आगच्छति. पुनः इक्तप्रत्यये इत्युक्ते इक्तः तु कित् अस्ति, यदि कितिङ् इति परे अस्ति चेत् सम्प्रसारणं भवति. तर्हि अत्र समानरूपं किल भगिनि, उपरि उपरितन सूत्रेण गृ इति भवति, गृह् इति भवति, तदनन्तरम् इक्त प्रत्ययात् त इति आगच्छति. पुनः अन्य किमपि सूत्रमस्ति, तदनुसृत्य हकारः हि इति भवति. अत्र किमर्थं रेफ तत्र ग्रह् इत्यस्मिन् गकारः रेफः अकारः अस्ति, तस्य अकारस्य किम् अभवत्? अकारस्य न सम्प्रसाराणात् च इति सूत्रेण सम्प्रसारणवर्णात् परे यः अच् शब्दः अस्ति तत् तु न स्वीकरणीयं, न स्वीकुर्यात्. पूर्वपरयोः स्थाने पूर्वरूपादेशः, पूर्वरूपादेशः एव तिष्ठति, ऋकारः एव अस्ति. किमर्थम् अत्र लति, किमर्थं वयं गृहीजा इति सूत्रस्य कार्यं किमर्थं तत्र सम्भवति? सम्प्रसारणार्थं ऋकारः भवति. किमर्थं सूत्रस्य एव निमित्तं किति परे अत्र न शिति परे, एकनिमिषं भगिनि, यतोहि अहं वदामि भगिनि. अत्र तु दिवादिगणे अस्ति, दिवादिगणस्य विकरणप्रक्रिया अस्ति षित् अस्ति क्रिया. आम् अत्र श्ना अस्ति, श्ना अपि षित् अस्ति, सार्वधातुकम् अपित् इति कारणेन तत् ङित्वत् कार्यं करोति. पुनः ङिति च सूत्रेण अपित् अस्ति. आम् सार्वधातुकम् अपित् कारणेन ङित्वत् भवति. तदनन्तरं किं भगिनि वदतु? तर्हि सार्वधातुकम् अपित् इत्यनेन ङित्वत् कार्यं करोति. ङिति च सूत्रेण तत्रापि ङिति प्रत्यये परे उपरि तन सूत्रं कार्यं करोति. ङिति किति प्रत्यये परे अस्ति, अतः सम्प्रसारणं कार्यं भवति. ज्या क्रियादौ रूपं जिनाति इति भवति, अर्थः अस्ति वृद्धः जीर्णः भवति, इक्तः रूपं जीनः अस्ति. ज्या धातौ जकारस्य परे यकारः अस्ति, समानरूपेण क्रियादौ अस्ति, श्ना अस्ति, षित् अस्ति, सार्वधातुकम् अपित् अनेन ङिति अनेन ङिति परे अस्ति, ङित्वत् कार्यं करोति इति ग्रहीज्या अनेन अत्रापि सम्प्रसारणकार्यं भवति. तर्हि यकारस्य स्थाने इकारः आगच्छति. पुनः तत्र स्थितस्य आकारः तु सम्प्रसारणाच्च इति कारणेन पूर्वरूपादेशः एव तिष्ठति. तर्हि ज्या जि इति भवति, श्ना विकरणप्रत्ययात् ना योजयित्वा, पुनः तिप् प्रत्ययस्य ति योजयित्वा जिनाति इति लटीरूपं भवति. तस्य इक्तरूपम् अस्ति जीनः इति. अत्र इकारस्य दीर्घं भवति सूत्रम् अहम् अत्र वयं न पठितवन्तः न पठितवन्तः कुत्रापि दीर्घं भवति इति अपि पठितवन्तः तत् अहं अस्तु भगिनि. भगिनी उक्तवती खलु षित् अस्ति अतः सार्वधातुकम् अपि इति सूत्रस्य कार्यं सम्भवति इति, तथा नास्ति. किन्तु इतोपि अस्ति न, पुनः वदतु भगिनि. अस्ति तर्हि षित् अस्ति चेत् षित् अस्ति खलु, श्ना इति षित् अस्ति. आम्, तर्हि तिंक्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा भवति तस्य श्नायते. अस्तु, तदनन्तरं चित् नास्ति अतः सार्वधातुकम् अस्ति, अपि तति अस्ति, अतः सार्वधातुकम् अपि इति सूत्रं किं वदति, सार्वधातुकम् अपि निद्वद् भवति इति वदति, अतः अपि तपि तत्र आनि. यदि तित् अस्ति किन्तु तित् अपि अस्ति चेत् तत्र विद्वत् न भवति. आम्, तत्र गुणकार्यं भवति चेत् एव विद्वत् भवति. नामप्रिया भगिनी. आं भगिनि, वै धातुः दे भुवादौ अस्ति, भुवादौ तु विकर्णप्रत्ययः शप् अस्ति. एचो यवायावः इति सूत्रेण वयति वयते इति उभयपदीरूपं भवति. उतः इति इक्तरूपं किमर्थं चेत् वकारस्य स्थाने उकारः ग्रहीज्या वै इति सूत्रेण सम्प्रसारणं सम्प्रसारणं भवति वकारस्य स्थाने उकारः उतः इति रूपं, तकारः इक्तप्रत्ययः इति कारणात् उतः. निमित्तं किम्, इक्तप्रत्ययः किमर्थं वयं ग्रहीजा वै वै इत्यस्य सूत्रस्य कथं कार्यं कर्तुं तत्र किटि इक्तप्रत्ययः कित् अस्ति, ग्रहीज्या वै किटि इति प्रत्यये परे कार्यं करोति, अतः अत्र तस्य प्रसङ्गः अस्ति. धन्यवादः भगिनि. तत्र वे इत्यस्य वयति लति अपि रूपं कथं सम्भव, तत्र तु शप् अस्ति, अपित् नास्ति, पित्वत् पित् अस्ति, अतः कारणात् ग्रहीजा वै अत्र कार्यं न करोति भगिनि. वयति इति रूपं तु सन्धिकार्यमेव इति अहं चिन्तयामि. वियोगः तत्र एचो यवायवः वय ऐ वयति तत्र भवति एकार, तत्र गुणकार्यं भवति तत्र गुणकार्यं भूत्वा एको यवायवः. अग्रिमः अस्ति व्यद्, तद् तु दिवादौ अस्ति, शन् प्रत्ययः, विद्यति, तदेव अहं पूर्वं दृष्टवन्तः किल, तदेव विद्यति इति रूपं, विद्धः इति इक्तप्रत्ययः भवति. एकमेव धातु दिवाद दिवादिगणे अस्ति, तदेव विशिष्टधातुः व्यद् धातु. अस्तु, अनन्तरं वश् इति धातु अस्ति, वश् तु अदादिगणे अस्ति, तस्य लटिरूपं वष्टि, इच्छति इति अर्थः, इक्तरूपमस्ति उषितः. वश् धातौ अदादिगणे तु ष शप्लुक् अस्ति किल, तर्हि तत्रापि षित् इति वक्तुं शक्नुमः. तथा नास्ति, तत्र सन्धिकार्यमेव अस्ति, केवलं वश्योगः तिप् इत्युक्ते तत्र ष्टुत्वसन्धि भवति, परन्तु शकारस्य शकारं भवितुं किमपि सूत्रमस्ति किल भगिनि? वष्टि इति सन्धिकार्यमेव तत्र, परन्तु अत्र तालव्यः शकारः अस्ति, तत्तु मूर्धन्यशकारः भवति खलु, तस्य कृते अन्यत् सन्धिकार्यम् अस्ति तत्र, हलन्त हल् सन्धिकार्यं. तर्हि शकारः भूत्वा वष्टि इति लटीरूपम् आगच्छति. पुनः इक्तरूपम् अस्ति, इक्तः तु कित् प्रत्ययः किति अस्ति, कित् अस्ति, अतः ग्रहीज्या किति ङिति परे ङिति च इति सूत्रेण सम्प्रसारणकार्यं भवति. वकारस्य स्थाने उकारः आगच्छति, सम्प्रसारणाच्च इति पूर्वरूपादेशमेव तिष्ठति, तर्हि उषितः इति रूपं भवति. तत्र शकारस्य स्थाने इडागमः आगच्छति, इडागमः तु शकारः तु वश् अस्ति, परन्तु न वश् नास्ति, वल् मध्ये अस्ति, अतः इडागमः आगच्छति, तर्हि उषितः इति रूपं भवति. व्यच् व्यच् तु तुदादौ अस्ति, तुदादिगणस्य विकरणप्रत्ययः अस्ति श, तत्र केवलम् अ एव तिष्ठति. वकारयकारस्य न सम्प्रसारणे सम्प्रसारणम् अनेन यकारस्य पूर्वस्थितस्य वर्णस्य एव सम्प्रसारणं भवति. न एकनिमिषं, यच् निच् इति भवति, यकारस्य स्थाने इकारः आगच्छति, पूर्वस्थितस्य वर्णस्य सम्प्रसारणं न भवति, न सम्प्रसारणे सम्प्रसारणमिति. यदि सम्प्रसारणे वर्णः परे अस्ति चेत् तर्हि इव् योगः इ वि इति भवति, विच् इति आगत्य अकारस्य योजनेन पुनः तिप् योजनेन विचति इति रूपम् आगच्छति. अर्थमस्ति वञ्चयति इति, वञ्चयति इत्युक्ते वञ्चनं यः करोति इति वा? तर्हि तस्य इक्तरूपः अस्ति विचितः इति, तत्रापि इडागमः कार्यम्, इडागमस्य कार्यम् अस्ति, विच विचि इति भूत्वा विचितः इति आगच्छति. किमपि विस्मृतवती वा? न न आं भगिनि, व्रच्छ स्तुदादौ अस्ति, तदपि शकारः विकर्णप्रत्ययः वृच्छति इति रूपं, व्रक् व्र वृ भवति, किमर्थं चेत् रकारः ऋकारः भवति सम्प्रसारण कारणात्. अत्रापि ग्रहीजा वै किति इति प्रत्यये परे व्र वृच्छति, व्र वृ भवति. सम्प्रसारणं च सूत्रस्य अपि प्रसक्तिः अस्ति. सम्प्रसारणात् पञ्चमी अस्ति खलु, सम्प्रसारणाच्च इति. तस्य इक्तरूपं भवति वृक्नः, इक् किमर्थम् अहं न जानामि भगिनि, इक्तरूपम् तत्रापि हविसन्धिकार्यं, किन्तु नः कुतः प्रच्च तुदादौ तदपि क्षम्यतां, नः तु णत्वकारणमस्ति खलु, किन्तु तत्प्रत्ययः तु तकारः खलु, तत्र किमर्थं नकारः आगच्छति, तकारस्य नकारः कथं भवति इति प्रश्नः. किमपि विशिष्टकार्यं भवति समानरूपे तत्रापि जीनः इति भवति किल भगिनि, उपरि ज्या, तर्हि न भवति चेत् न भवितुम् अर्हति, परन्तु न कथम् आयाति तकारस्य पञ्चमसदस्य अस्ति न जानामि भगिनि. प्रच्च तुदादौ तदपि अस्ति शविकर्णप्रत्ययः, प्रापृ भवति पृच्छति, तत्रापि ग्रहीज्या वै निति निति प्रत्यये परे सम्प्रसारणात् च इति द्वौ अपि सूत्रं कार्यं करोति. बृज्जति इति तत्रापि तुदादौ शविकर्णप्रत्ययः भ्र भृ भवति बृच्छति. सकारः अपि जकारः भवति, श्रुत्वसन्धि वा आं भगिनि, प्रत्यये परे चेत् भृष्टः समानकार्यम् अग्रे रामप्रिया भगिनी. इग्यणः सम्प्रसारणं, यणः स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति. इक् प्रथमान्तं, यणः षष्ट्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदम् इदं सूत्रं, सूत्रं सम्पूर्णं, यणः इक् सम्प्रसारणं संज्ञासूत्रमस्ति. यणः स्थाने इक् प्रत्याहार स्थितवर्णः आगच्छति चेत् तत् सम्प्रसारणसंज्ञा इति भवति इति सूत्रं वदति. श्रूयते वा भगिनि? अग्रे सम्प्रसारणात् च, सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वारूपादेशो भवति. अनुवृत्तिसहितसूत्रमस्ति, सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायां. यदि सम्प्रसारणसंज्ञकवर्णः इत्युक्ते इ उ ऋ लृ एभ्यः परे यदि अच् वर्णः अस्ति चेत् द्वयोस्थाने पूर्वरूपदेशाः एव तिष्ठति इति सूत्रस्य सारांशः. न सम्प्रसारणे सम्प्रसारणं, हा किमपि पृच्छति वा भगिनि? न सम्प्रसारणे सम्प्रसारणम् इदं सूत्रं वदति, सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति. यदि अनुवृत्तिसहितसूत्रम् अस्ति, न सम्प्रसारणे सम्प्रसारणं, यदि धातौ द्वौ वर्णौ स्तः द्वौ अपि सम्प्रसारणम् अस्ति चेत् यः वर्णः परे अस्ति तस्य एव सम्प्रसारणं भवति, न तु पूर्वस्य. धन्यवादः. नास्ति भगिनि स्पष्टं ऋकारान्ताः धातवः द्वे धातु दिवादिगणे जृष् वयोहानौ जीर्णः भवति. इमौ द्वौ धातू ऋकारान्तौ हलन्त्यं तस्य लोपः इत्याभ्यां योगः श्यन् योगः य ऋत इत् धातोः इत्यनेन ऋधन्तस्य धातोः ह्रस्व इकारादेशः. जि योगः य उरण्परः इत्यनेन ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सधारपरः. जिर् योगः य हलादिः अतः हली च इत्यनेन हली परे रेपान्तस्य धातोः उपधायां स्थितः इक् वर्णः दीर्घः. जीर् योगः य जीर्य इति अङ्गं जीर्य योगति जीर्यति. तत्र तु द्वौ धातु एव अस्ति ऋकारान्तौ जृ योगः शन् य एव अवशिष्यते तस्य हलन्त्यं दशक्व तत्ते तस्य लोपः अनन्तरं ऋथ इद् धातोः इत्यनेन यदा ऋकारान्तः अस्ति चेत् अन्ते अस्ति चेत् तस्य ह्रस्व इकार आदेशः भवति तदानीं जृ जि इति आदेशः भवति. जि योगः य उरण्परः इति सूत्रं सूत्रस्य ऋकारस्य स्थाने यदा अण् आदेशः भवति अत्र तु इकारः आगच्छति तदा सः अण् सदा रपरः रपरः अस्ति चेत् जिर् भवति. जिर् योगः य हलादिः अतः हली च इति सूत्रं कार्यं करोति. रेपान्तस्य धातोः उपधायां स्थितः इकवर्ण तदानीं जिर् जी भवति दीर्घः भवति. जिर् योगः य जीर्य इति अङ्गं भवति. जीर्य योगः ति जीर्यति इति लटिरूपम्. अत्र झृष् योगः श्यन् अस्ति अनुबन्धलोपानन्तरं यकारः एव तिष्ठति झृ योगः य इति भवति. ऋत इद् धातोः अनेन सूत्रेण यत्र रुदन्त धातु अस्ति झृ तु रुदन्तधातुः रुदन्तधातोः ह्रस्व इकारादेशः भवति तर्हि ऋकारः इति एव उक्तमस्ति खलु. कथं जानीमः रुदन्तधातुः इति कथं जानीमः ऋत इति एव अस्ति खलु. तर्हि ऋत इत्युक्ते कथं रुदन्तम् इति वा? ऋत इति ऋत इति सकारस्य तत्र का आवश्यकता? ऋत इत्युक्ते किं? ऋत् इत्युक्ते किम्? अग्रे पश्य तत्र षष्टिरूपमस्ति वा ऋतः इति? यथा ऋकारान्तशब्दः पिता माता अस्ति तस्य षष्टिरूपं पितुः इति अस्ति. न न तत्तु ऋकारस्य सत्यं भगिनि ऋकारस्य षष्टिरूपं भवति उः इति भवति. अत्र ऋक् इति अस्ति मरुति वा मरुतः षष्टि का आवश्यकता इति मम प्रश्नः. मूलमस्ति ऋत् वा? मूलं किमर्थम् आम् ऋत् इति किमर्थं तत्र तकारस्य आवश्यकमिति एतत् सूत्रं जानाति वा तपरतत्कालस्य? आम् केवलं ऋकारः एव चेत् ऋ इति ऋकारस्य एव सूचनां तत्र ददाति. परन्तु तत्र ऋत् इति शुद्धं वा ऋत इति शुद्धं वा? ऋत् इति न, अत्र तु ऋत अस्ति किल, अत्र षष्टिविभक्ति इत्यस्मात् ऋतः, अतः ऋत. अस्तु भगिनि, तपरस्तत्कालस्य कारणेन ऋत् ऋकारः एव स्वीकरणीयं. तर्हि धातोः अन्ते यदि ऋकारः अस्ति तस्य ह्रस्व इकारादेशः भवति. दीर्घऋकारः कथं जानीमः? धातोः अन्ते ऋकारः भवेत्, केवलं ऋकारस्य ऋ इति धातोः एव नास्ति, धातोः अन्ते ऋकारः अस्ति चेदपि अस्य सूत्रस्य प्रसक्तिः अस्ति इति कथं जानीमः? पुनः पृच्छतु भगिनि. ऋतधातोः एव अस्ति खलु अत्र, कथं जानीमः ऋतान्त ऋत अन्तधातोः इति कथं जानीमः? अनुबन्धलोपानन्तरं ऋकारः एव तिष्ठति, तथा नास्ति, ऋकारः एव तिष्ठति, किन्तु ऋतधातोः इति एव अस्ति अतः. तर्हि ऋत इति ऋ इति धातुः अस्ति चेत् एव कार्यं सम्भवति खलु. अत्र ऋतधातोः इत्यस्य ऋत अन्ते धातुः अस्ति, ऋत ऋ इति अन्ते यत् धातोः अन्ते अस्ति तस्यापि धातुं स्वीकृत्य एव सूत्रं कार्यं करोति इति येन विधि तदन्तस्य इति सूत्रं स्पष्टीकरोत्यस्य येन विधि तदन्तस्य भेदः कः? अलोन्तस्य येन विधि तदन्तस्य इत्यनयोः येन विधि तदन्तस्य सूत्रं वदति केन कारणेन तत्र कार्यं सम्भवति. ऋत इति अत्र दत्तमस्ति, किन्तु ऋदां ऋत अन्ते अन्तः अस्ति चेदपि कार्यं सम्भवति इति येन विधि तदन्तस्य इति भवति. तेन कारणेन ऋत अन्ते अस्ति चेदपि तत्र कार्यं सम्भवति इति ऋत येन विधि तदन्तस्य इति सूत्रं तत्र आगत्य स्पष्टीकरोति. अतः एव अस्माकं दृधातुः अपि अयं कार्यं कार्यस्य प्रसक्तिः अस्ति, कार्यं करोति अत्र. पुनः एकवारं वदति वा भगिनि? सूत्रद्वयम् अस्ति, केन विधि तदन्तस्य अलोन्तस्य, केन कारणेन अस्य सूत्रस्य प्रसक्तिः अस्ति इत्यस्य विवरणं येन विधि तदन्तस्य इति सूत्रं ददाति. किन्तु कुत्र कार्यं भवति सम्भवति इत्यस्य कुत्र इत्यस्य उत्तरं ददाति अलोन्तस्य इति सूत्रं. येन येन इति केन कारणेन कारण तृतीया विभक्ति येन येन विधि तदन्तस्य, तर्हि ऋकारन्तधातोः अपि सकार्यं भवति इति तत् स्पष्टीकरोति. तदनन्तरं कुत्र कार्यं भवति? रुदन्तस्य अङ्गस्य अन्त्यस्य इत् पूर्ण अङ्गस्य इत् भवति वा? नास्ति खलु, सर्वादेशः अन्त्यस्य एव भवति इति अलोन्तस्य इति सूत्रं करोति. अस्तु भगिनि, धन्यवादः. कुत्र इत्यस्य उत्तरम् अलोन्तस्य, केन कारणेन इत्यस्य उत्तरं येन विधिस्तदन्तस्य. अस्तु, तर्हि अत्र ऋत इद् धातोः कारणेन अन्ते यः ऋकारः अस्ति केवलं दीर्घऋकारः भगिनि अत्र तत्र दीर्घऋकारः त्रिंशत् ऋकाराः सन्ति, भेदाः सन्ति ऋकारस्य लकारस्य अष्टादश द्वादश मिलित्वा. तत् महोदय तु महोदय उक्तवान् अवगतं खलु? आम् कृत इति त्रयं भवति ऋकारस्य, तदनन्तरम् उदात्त अनुदात्तस्वरित इति त्रयं भवति, अनु अनुनि तर्हि त्रयं त्रयं द्वयम् इति मल्टिप्लै कुर्मः चेत् तत्र योजनं कुर्मः चेत् अष्टादश लृकारस्य अपि द्वादश भवति तस्वदीर्घ एव भवति लृकारस्य सवर्ण्यम् इति तर्हि त्रिंशत् अस्ति अत्र ऋकारस्य स्थाने इकारादेशः भवति धातोः तर्हि जृ जि इति भवति जि योगः य अत्र उरण्ड्रपरः कार्यं करोति पूर्वं स्थितस्य ऋकारस्य गुणः भवति अकारः परन्तु अकारस्य परे नितरां रपरः आगच्छति उरण्ड्रपरः सूत्रेण अतः इकारः इर् इति भवति तदनन्तरं जिर् इति भवति जिर् योगः य अत्र हलिचसूत्रं कार्यं करोति ह्रस्व इकारः दीर्घं भवति जि इति भवति निमित्तानि त्रीणि सन्ति इत्युक्ते एकं तु यकारः हल् वर्णः अस्ति अनन्तरं रेफस्य परे हल् वर्णः इति अन्यत् अस्ति उपधायाम् इक् वर्णः अस्ति अतः जीर् योगः य जीर्य इति संयोजनं कृत्वा जीर्यति इति लटिरूपम् आगच्छति समानरूपमेव झृ एव झृ अपि झीर्यति इति आगच्छति भगिनी उक्तवती खलु खलु ऋकारस्य गुणवर्णः अस्ति अकारः इति तर्हि तेन सूत्रेण ऋकारस्य गुणवर्णः आद्गुणः आद्गुणः वा अदेङ्गुणः खलु अदेङ्गुणः आद्गुणः तु संज्ञासूत्रमस्ति किल अदेङ्गुणः संज्ञासूत्रम् क्षम्यताम् अदेङ्गुणः संज्ञासूत्रम् अ ए ओ गुणवर्णाः सन्ति आद्गुणः सन्धिसूत्रं सन्धिसूत्रं धन्यवादः एतावत्पर्यन्तं हेमा भगिनी सम्भाषणं करोति खलु इदानीं एतावत्पर्यं मम ध्वनिः सम्यक्तया अहं न अद्य ध्वनिः सम्यक् नास्ति भगिनि अस्तु वा आं भगिनि ऋत् ऋथ इत् धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व ईकारादेशो भवति किति ङिति प्रत्यये परे अस्मिन् सूत्रे निमित्तं न उक्तं यत्र यत्र अवसरः तत्र तत्र प्राप्तिः कित् ङित् भिन्नप्रत्ययः परे चेत् गुणे सति इकारादेशस्य प्रसक्तिः न भवति अलोन्त्यस्य इत्यस्य सहायेन पूर्णतया धातोः स्थानेन अपि तु अन्तिमस्य ऋकारस्य स्थाने ह्रस्व ईकारादेशः ऋतः षष्ट्यन्तम् इत् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः येन विधिस्तदन्तस्य इत्यस्य सहायेन ऋतः इत्यनेन ऋदन्तस्य इत्यस्यापि ग्रहणम् अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् सूत्रस्य अर्थः अस्ति ऋत् ऋत् अन्तस्य धातोः अङ्गस्य ह्रस्व ईकार आदेशः भवति यदा किति ङिति प्रत्यये परे अस्ति चेत् भगिनी अलोन्त्यस्य तस्य अनुवृत्तिसहितसूत्रम् अस्ति षष्ट्या अन्त्यस्य अलः स्थाने इति तस्य अर्थं किञ्चित् अलः इत्युक्ते सर्वे वर्णाः किल कुत्र सम्भवति? अत्र स्थाने इति किं किम् अस्ति? एतत्तु सप्तमी विभक्ति अस्ति खलु, स्थाने इति तादृशं स्थाने इति सूत्रस्य स्थाने इति तथा न, षष्टी विभक्ति किल सूत्रस्य स्थाने इति, आम् षष्टी विभक्त्या स्थाने इति निर्दिष्टं भवति. अन्त्यस्य अल् अन्त्यस्य इति अस्ति, तर्हि अलः अन्त्यस्य अलः अन्त्यस्य इति, तर्हि अलः अलः स्थाने अन्त्यस्य कार्यं भवति, अलः अन्त्यस्य अलः स्थाने इति, अन्त्यस्य अलः स्थाने. ओ हो, पूर्णस्य षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अलः वर्णस्य स्थाने भवति. अलः षष्ट्यन्तम्, अन्त्यस्य षष्ट्यन्तं, द्विपदमिदं सूत्रं. षष्टिस्थान स्थाने योगः इत्यस्मात् षष्टिस्थाने इत्यनयोः अनुवृत्तिः, अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः परिभाषासूत्रम्. षष्ट्या अन्त्यस्य अलः स्थाने, तदेव येन विधिस्तदन्तस्य, तत्र अनुवृत्तिसहितसूत्रमस्ति, येन विधिः तदन्तस्य स्वस्य रूपस्य इति, तस्य अन्त्यस्य वा भवतु नो चेत् स्वस्य रूपस्य एव अपि भवतु. यदि अतः ऋतः इति ऋतः धातोः अङ्गस्य इत्युक्ते, यदि ऋ इति एकं धातुः अस्ति चेत् तस्यापि अन्ते यत् ऋकारान्तस्य इति भवति इति, तदनन्तरं ऋत् इति अङ्गस्य अन्त्यस्य अपि भवति इति कार्यं सम्भवति इति, स्वस्य रूपस्य अपि अन्तस्य अपि. आम् भगिनि क्षम्यताम्, अत्र ऋत इद् धातोः तस्य किटिङ् इति परे निमित्तं नास्ति खलु? अस्मिन् सूत्रे निमित्तं न उक्तं, यत्र यत्र अवस्थः तत्र तत्र प्राप्तिः. किटिङ् इत् भिन्नप्रत्ययः, तस्य वाक्यस्य विवरणं किञ्चित् ददाति. किम् इत्युक्ते यदि चित्तमिति नास्ति चेत् किं भवति? उदाहरणार्थं ऋ इति धातुः द्वादिगणे अस्ति, तत्र किं भवति? गुणः भवति, हरति इति रूपं भवति. हरति इति रूपं भवति. यत्र कित् यत्र चित्तनित् नास्ति चेत् गुणः भवति, चित्तनित् अस्ति चेत् एतस्य कार्यं सम्भवति. एवमेव वा, अन्य किमपि? अन्य किमपि नास्ति. यत्र यत्र अवसरः तत्र तत्र प्राप्तिः. प्राप्तिः यत्र द्वादिगणे धातोः तत्रापि एतस्य सूत्रस्य एतत् सूत्रम् आगत्य कार्यं कर्तुम् इच्छति, किन्तु किं भवति? आरोधातुक अर्धधातुकयोः इति सूत्रम् एतं सूत्रं प्रभाद्य तत् एतत् गुणकार्यं किमर्थम् इति अन्यविषयः अस्ति. पूर्वपरान्तरं कल्पवाद इति अन्यकार्यमस्ति पाठे तदनन्तरम्. अस्तु भगिनि, अभवत् वा अस्माकं हलीच इति सूत्रमपि दृष्टवन्तः? हलीच पठामि, हलीच वा? हलीचसूत्रम् उरण्ड्रपरः, ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति. ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यम्. रः परो यस्य सः रपरः. उः षष्ट्यन्तम्, अण् प्रथमान्तं, रपरः प्रथमान्तं, त्रिपदमिदं सूत्रं. स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रमस्ति उः स्थाने अण् रपरः इति. तर्हि ऋकारस्य स्थाने अण् आदेशः भवति. कदा ऋकारस्य स्थाने यद् अण् आदेशः भवति इत्युक्ते आद्गुणः कारणेन वा? आद्गुणः इति एकम् अस्ति, यदि अन्य अपि भवति चेत् अपि कुत्रापि यत्र यत्र ऋकारस्य स्थाने अण् आदेशः भवति आदेशः भवति चेत् अपि एतत् कार्यं सूत्रकार्यं करोति. यत्र यत्र ऋकारस्य अत्रैव दृष्टवन्तः खलु, यदि गुणकार्यं भवति चेत् ऋकारस्य स्थाने अकारः आगच्छति, किन्तु अत्र ऋकं धातोः किं अभवत्, ऋकारस्य स्थाने इकारः अभवत्. तथापि अत्र एतस्य सूत्रस्य कार्यं तत्र तर्हि ऋकारस्य स्थाने यदा कदापि अण् आदेशः भवति, अण् इत्युक्ते अ इ उ वर्णाः, तदा सः अण् नित्यं रपरः भवति, इत्युक्ते अर् इर् उर् इति भवति, तस्य अनन्तरं रेपः आगच्छति इति. उभुस्थाने अण् रपरः. क्षम्यतां भगिनि. आमां सत्यं सत्यं, सः अकारः वा अण् वर्णः रपरः वर्णः, तर्हि रेपः परे आगच्छति इति सूचयति. हली च पठामि वा? रामप्रिय भगिनि. आं भगिनि, हली च हली परे रेपान्तानां बकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः दीर्घो भवति. हली सप्तम्यन्तं च भवति. हली सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रं सिप्प धातोर्व इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रोरुपधाया दीर्घ इत्यस्य पूर्णतया अनुवृत्तिः येन विधिस्तदन्तस्य इत्यस्य सहायेन तदन्तविधिः, अतः रो वाः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारश्च तेषाम् अपि ग्रहणम्. अनुवृत्तिसहितसूत्रं हलिः च रोर्वाः धातोः उपधायाः इकः दीर्घः. रेपान्तं नाम हलि रेपान्तानां वा वकारान्तानां वा हलि परे अस्ति परः अस्ति चेत् उपधायां इक् वर्णः अस्ति अस्ति चेत् तद् दीर्घः भवति इति सूत्रस्य अर्थः. तस्य दीर्घः भवति दीर्घः. अस्तु, धन्यवादः. तर्हि अभवत् खलु संशयः. संशयः अस्ति चेत् एतत् पर्यन्तं स्पष्टमस्ति, स्मरणे नास्ति सर्वं, किन्तु पुनः पुनः पुनः अग्रे अपि आगच्छति. एतानि सूत्राणि एव पुनः पुनः आगच्छति, तर्हि किञ्चित् तदर्थमेव वयमपि वयम् अत्र श्रुत्वा श्रुत्वा मनसि भवेत्. तर्हि विरमामः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः.